जुहोत्यादिगणे हलन्तु धातवः इति विषयः अस्माकं प्रवर्तते। तत्र अस्माभिः पूर्वं किं पठितं, जुहोत्यादिगणः, जुहोत्यादिगणे षप् स्थाने श्लू भवति। श्लू इत्युक्ते किं, श्लू इत्युक्ते शपः लोपः, श्लू इत्युक्ते शपः लोपः। केन सूत्रेण, प्रत्ययस्य लुक् श्लू लुपः इति सूत्रमस्ति। तर्हि तत् तस्य अर्थः अस्ति यत् लुक् श्लू लुप् अस्ति चेत् अपि प्रत्ययस्य लोपः भवति, इति लोपः भवति। परन्तु श्लू तस्य महत्त्वं किं, महत्त्वद्वयम् अस्ति। प्रथमं तु श्लू लुमान् अस्ति, अतः न लुमताङ्गस्य इति सूत्रेण प्रत्यय लुप्तप्रत्यय लुप्तप्रत्ययेन यत् अङ्गकार्यं भवेत् तदपि न भवति। सामान्यतया प्रत्ययस्य लोपः भवति चेदपि अङ्गकार्यं तु भवति, प्रत्ययलोपः प्रत्ययलक्षणं सूत्रेण। परन्तु न लुमताङ्गस्य इति सूत्रेण प्रत्ययलोपानन्तरमपि अङ्गकार्यं न भवति। अतः शप प्रत्ययद्वारा यत् यः यद् गुणकार्यं भवितुं शक्नोति तत् न भवति उदाहरणार्थम्। तदनन्तरं श्लू तस्य अन्यमहत्त्वं किमस्ति, द्वित्वं भवति। केन सूत्रेण, श्लौ, श्लौ इति सूत्रमस्ति। तत् सूत्रं वदति किं, यत् श्लू प्रत्ययः अस्ति चेत् यथा ज्योत्यादिगणे अस्ति तत्र धातोः द्वित्वं भवति, धातोः द्वित्वं भवति। अस्तु, तर्हि किं भवति, धातुः योगः शप् योगः तिङ्प्रत्ययः। शप् स्थाने श्लू भवति अतः शपः लुप् भवति। धातुः योगः तिङ्प्रत्ययः, धातु मध्ये किमपि अङ्गकार्यं न भवति शप् प्रत्ययनिमित्तीकृत्य, परन्तु द्वित्वं भवति। अतः धातोः द्वित्वं भवति, द्वित्वं भवति चेत् कानिचन कार्याणि सन्ति, तानि करणीयानि। कानि कार्याणि सन्ति, प्रथमं तु द्वित्वम् अस्ति चेत् सूत्रं किम् अस्ति, प्रथमस्य एकाचो द्वे प्रथमस्य, तदस्ति द्वित्वस्य द्वित्वस्य एकाचो द्वे प्रथमस्य अपि च अजादेर् द्वितीयस्य इति सूत्रद्वयम् अस्ति। तद् द्वित्वस्य इति द्वित्वमिति किम् इति सूत्रद्वयम् उच्यते। तर्हि एकाच अस्ति चेत् प्रथमभागस्य द्वित्वं करणीयं, द्विवारं करणीयम्। अजादि अस्ति चेत् द्वितीयभागस्य द्विवारं करणीयम्। तर्हि तथा पठ् अस्ति, पट् पट् इति भवति, ऊर्णु अस्ति तर्हि ऊर्णु नु इति करणीयम् इति अस्ति। तदनन्तरं किमस्ति, अत्र अन्यानि सूत्राणि कानि सन्ति द्वित्वप्रकरणे, नन्द्राः संयोगादयः, पूर्वोभ्यासः, उभयभ्यस्तं, तुजादीनां दीर्घोभ्यासस्य, लिटिधातोरनभ्यासस्य, संयङ्गो, श्लौ, चङ्गि इति च। तर्हि द्वित्वं भवति, द्वित्वं भवति, तदनन्तरं किं करणीयम्, अभ्यासकार्यं। द्वित्वे यत् पूर्वभागः अस्ति तस्य संज्ञा भवति अभ्यासः, उभयस्य संज्ञा भवति, उभयोः संज्ञा भवति अभ्यस्तम्। तर्हि अभ्यासस्य अपि कानिचन कार्याणि सन्ति, कानिचन सामान्य अभ्यासकार्याणि सन्ति यत् यानि सर्वत्र भवन्ति, कानिचन विशेषकार्याणि सन्ति यानि केवलं द्वित्वस्य निमित्तं दृष्ट्वा भवन्ति। श्लू कृते अन्यकार्याणि, चङ् कृते अन्यकार्याणि, यङ् कृते अन्यकार्याणि इति। परन्तु सामान्य अभ्यासकार्याणि अस्माभिः पूर्वं पठितानि, के सन्ति, कानि सन्ति, ह्रस्वः, तर्हि अभ्यासस्य ह्रस्वत्वं भवति, अभ्यासस्य यत् स्वरः अस्ति तत् ह्रस्वः भवति। तदनन्तरं हलादिशेषः, हलादिशेषः इत्युक्ते किं, प्रथमः वर्णः हल् अस्ति, प्रथमः वर्णः हल् अस्ति, तस्य तद् विहाय अन्यानि वर्ण हल् व्यञ्जनानि लुप्तानि भवन्ति। प्रथमवर्णः हल्, न तु हल हल् न तु हल् वर्णेषु प्रथमः, प्रथमः वर्णः हल् अस्ति, तदेव तिष्ठति, अन्यानि हल् वर्णानि गच्छन्ति, हल् वर्णाः गच्छन्ति इति अस्ति। तदनन्तरं किमस्ति, तदनन्तरमस्ति शर् पूर्वाः खयः, तदस्ति। तदनन्तरं कुहोश्चुः, कवर्गीयवर्णस्य हकारवर्णस्य स्थाने चवर्गीयवर्णः भवति। अनन्तरम् उरत्, ऋकारस्य स्थाने अभवति, उः अत् ऋकारस्य स्थाने अभवति, रि अस्ति। तदनन्तरम् अभ्यासचर्च अस्ति, अभ्यासचर्च इत्युक्ते किम्, झलां झश् चर् भवति, नाम प्रथमद्वितीयवर्णस्य स्थाने प्रथमवर्णः चर्, तृतीयचतुर्थवर्णस्य स्थाने चतुर्थ तृतीयवर्णः झश् इति भवति इति सन्ति अभ्यासकार्याणि। तदनन्तरम् अस्माभिः पठितं यत् किमस्ति, हा अस्तु, तर्हि इदानीम् अग्रे पश्यामः। यदि अभ्यासे चर्चा इति सूत्रमस्ति, तदनन्तरं वाक्यमस्ति अस्माभिः ज्ञायते यत् सार्वधातुकलकारेषु, सर्वे प्राप्नुवन्ति वा? अभ्यासे चर्चा इति सूत्रं, हा, तर्हि तस्मात् अग्रे पठामः। तर्हि इदानीं कः अस्ति, हा मदर् महोदय पठतु। महोदय अत्र अजाते द्वितीयस्य इति सूत्रं किं वदति महोदय? अच्वर्णः अजादि अस्ति चेत्, नाम अजादि धातु अस्ति चेत् तत्र द्वितीयभागस्य ऋत्वं भवति। भाग इत्युक्ते किं, प्रत्येक अच्वर्णः एकं भागम् एकभागस्य अन्तं प्रदर्श्यते, नाम पठ् मध्ये प इति एकभागः अस्ति। तर्हि अजादि मध्ये अजादि द्वितीयस्य नाम किम्, अत्र अजादि अपि भवेत् अनेकाज् अपि भवेत् तदेव द्वितीयं भवति। तर्हि अन्यत् श्रोतुं शक्नोति वा? आं महोदय श्रोतुं शक्नोमि, अहं श्रोतुं शक्नोमि। तर्हि एकाच अस्ति चेत् तु एकाच एव अस्ति, तर्हि प्रथमभागस्य द्वित्वं भवति, परन्तु अजादि अपि अस्ति अपि च एकाच अपि अस्ति चेत् द्वितीयभागस्य द्वित्वं भवति, नाम ऊर्ध्वम् एव सत्त्वम् ऊर्ध्वस्तु अजादि अपि अस्ति अनेकाच अपि एकमस्ति नु अन्य, तर्हि द्वितीयभागस्य द्वित्वं भवति ऊर्णु नु ऊर्णु नु उकारस्य ऊर्णु नु नु नु लिखति सामान्यतया किं भवति पट् मध्ये पकारस्य द्वित्वं भवति खलु पट् अट् मध्ये किं भवति अट् अट् ऊर्णु मध्ये किं भवति ऊकारस्य द्वित्वं न भवति ऊर्णु नु इति भवति किं किमर्थं भवति तत् तादृशम् अजादि अपि अस्ति अनेकानि एव अजादि अवगच्छति वा? धन्यवादः महोदय। इदानीम् अग्रे पठतु अस्माभिः। अस्माभिः ज्ञायते यत् सार्वधातुकलकारेषु तियन्तपदन्त्यस्य निर्माणार्थं त्रीणि सोपानि सन्ति, विकरणप्रत्ययनिमित्तिकम् अङ्गकार्यं तथा धातुविकरणप्रत्ययोः मेलनं, तिङ्प्रत्ययसिद्धिः, तिङ्प्रत्ययनिमित्तिकम् अङ्गकार्यं तथा अङ्गं तिङ्प्रत्ययोः मेलनं। आम्, जुहोत्यादिगणे अपि तथा, किन्तु द्वित्वम् अभ्यासकार्यं चापि स्तः, द्वित्वस्य निमित्तं श्लुः श्लु, अभ्यासस्य निमित्तं यः प्रत्ययः अभ्यस्तात् परे अस्ति, तिङ् वा कृत्वा भवतु, तर्हि आहत्य ज्योत्यादिगणे कार्यस्य क्रमः एतादृशः, शप् विधीयते कर्तरि शप् इत्यनेन, शपः स्थाने श्लु भवति, श्लौ इत्यनेन धातोः द्वित्वं भवति। सामान्य अभ्यासकार्यम् अभ्यस्त्रोत्र प्रत्ययः अस्ति निमित्तम्, सामान्य अभ्यासकार्यम् अभ्यस्तोत्र प्रत्ययः अस्ति अस्य निमित्तम्, अश्वः अलादिशेषः कुः चुः उरत् अभ्यासे चर्चा, विशेष अभ्यासकार्यं श्लुः अस्य निमित्तं चत्वारि सूत्राणि, अस्मिन् पाठे एकं, निजां त्रयाणां गुणः श्लौ, अङ्गकार्यं तिङ् च कृत् च निमित्तम् अत्र आम् किमस्ति वदतु. जुह्वात्यादिगणे कार्यम् एतादृशम् अस्ति, कर्तृशप्पिने इत्यनेन शपः विहितः भवति, तदनन्तरं श्लू श्लौ श्लू शपः स्थाने श्लू भवति, श्लौ इत्यनेन धातोः द्वित्वं भवति, तदनन्तरं सामान्य अभ्यास अभ्यासकार्यं भवति. एतानि सूत्राणि ह्रस्वः हलादिशेषः कुः चुः उरत् अभ्यासे चर्चा इत्यनेन विशेष अभ्यासकार्यं तदनन्तरं भवति. निजां त्रयाणां गुणः श्लौ इति सूत्राणि सन्ति, तदनन्तरम् अङ्गकार्यं तिङ् च निमित्तम् अङ्गकार्यं तिङ् च कृत् च निमित्तम् यतोहि शपनिमित्तम् अङ्गकार्यं किमपि न भवति, यतोहि न रूपताङ्गस्य, अतः अङ्गकार्यम् अङ्गकार्यस्य निमित्तं किं तिङ् प्रत्ययः अथवा कृ प्रत्ययः स्थापयामि. कियत् इदानीं पर्यन्तं अजन्त न श्रूयते महोदय. महोदय भवत्याः कनेक्षन् पुनः आगच्छामि महोदय. महोदय भवतः मध्ये मध्ये किञ्चित् मन्दं भवति इति अहमपि मन्दं भवति वा, अहं किमपि बजिङ्ग् इति श्रोतुं शक्नोमि न जानामि. इदानीं सम्यक् अस्ति. अस्तु इदानीं सम्यक् अस्ति. तर्हि तर्हि कुत्र अस्ति? हा प्रथमं तु स्थित्वं भवति, तदनन्तरम् अभ्यासकार्यं भवति, लिङ्गप्रत्ययनिमित्तम् अभिकार्यम् अपि च लिङ्गप्रत्ययेन इति एकम् अग्रे गच्छामः. विजया महोदय अग्रे पठतु. प्रथमविभूतिकरण आम् महोदय. विकर्णप्रत्ययनिमित्तिकम् अङ्गकार्यं तदा धातुविकर्णप्रत्ययोः मेलनम्. विकर्णप्रत्ययः निमित्तिकम् अङ्गकार्यं नास्ति, यतः शप् विकर्णप्रत्ययः विकर्णप्रत्ययस्य श्लू भवति. श्लू तु अङ्गकार्यस्य अभ्यासकार्यस्य निमित्तं भवति. तच्च तृतीये सोपाने क्रियते येन एकैकस्य धातोः चर्चा करणीया एकवारमेव, तदर्थम् अभ्यासकार्यमपि तत्रैव भवति. विकर्णप्रत्यय अनन्तरं निमित्तिकम् अङ्गकार्यं धातुः विकर्णप्रत्ययोः मेलनमेव, परन्तु अङ्गकार्यम् अत्र विकर्णप्रत्ययस्य अनन्तरं निमित्तिकम् इति तत्र शपः प्रबाद्य शपनिमित्तीकृत्य किमपि अङ्गकार्यं नास्ति, श्लू निमित्तीकृत्य अभ्यासकार्यमस्ति इति एव अस्ति. नाम शपनिमित्तीकृत्य गुणं भवितुं शक्नोति, किमपि भवितुं शक्नोति, तत् किमपि न भवति. श्लू निमित्तकृत्य अङ्गकार्यं भवति. तद्वयम् अग्रे यथा अग्रे प्रत्येकधातुः कृते वयम् अग्रे पश्यामः द्वित्वं कृतं किमर्थं भव कथं भवति किं कार्यं भवति इति सर्वं. विजया महोदय किञ्चित् उच्चैः वदतु, भवत्याः ध्वनिः. द्वितीयबिन्दुः तिङ् तिङ् प्रत्ययः तिङ् प्रत्ययसिद्धिः. जुहोत्यादिगणे अङ्गम् अनदन्तम्, अतः अनदन्ताङ्गाणां कृते सिद्धतिङ् प्रत्ययाः भवन्ति. परन्तु यत्र धातुः अभ्यस्तसंज्ञकः अस्ति तत्र तिङ् प्रत्ययाणां सिद्ध्यर्थं विशेषकार्यं द्वयं वर्तते. जुहोत्यादिगणे सर्वे धातवः अभ्यस्तसंज्ञकाः, अत्र सर्वत्र इमे द्वे कार्ये स्तः. प्रथमबिन्दुः अदभ्यस्तात् इति सूत्रं सप्तमाध्याये प्रथमपादे चतुर्थ श्लोकमस्ति पादमस्ति किम सूत्रमस्ति. अभ्यस्तसंज्ञकः धातु उत्तरस्य प्रत्ययस्य आदिम अवयवस्य जकारस्य स्थाने अत् आदेशः भवति. एतदेव अदभ्यस्तात् इति सूत्रम् अत्र सूचयति. अस्माभिः न न अस्तु, अस्माभिः इदं सूत्रं बहुवारं पठितम्. सूत्रं पठामि. अदादिगणे अदादिगणे अपि अस्य सूत्रस्य प्रसक्तिः कुत्र आगच्छत् कोऽपि शृणोति वा कोऽपि स्मरति वा? दक्षित्याभ्यः षट् इत्यनेन तत्र सप्तधातवः सन्ति, ते अपि अभ्यस्तसंज्ञकाः सन्ति, अतः तत्र अपि भवति. अत्र तु द्वित्वं भवति, अतः ज्योत्यादिगणे सर्वे धातवः अभ्यस्तसंज्ञकाः सन्ति, अतः अत्र अनभ्यस्तात् कार्यं करोति. झोन्तः कार्यं न करोति, अपि तु अभ्यस्तात् अनभ्यस्तात् नाम झकार यत् अस्ति आदिम अवयवः तस्य स्थाने अन्त न भवति, अपि तु अत् भवति. अतः लट् लकारे बहुवचने अन्ति इति न भवति, अपि तु अति भवति प्रत्ययः इति अस्ति. अतः अभ्यस्तात् अङ्गात् प्रत्ययादेः झ अत् झोन्तः इति सूत्रस्य अपवादः अस्ति इति अस्ति. सर्वे आगच्छन्ति खलु? आं महोदय. अस्तु तर्हि अतः झी स्थाने किं भवति? अति. लोटि अत् भवति, अतः झी स्थाने अति भवति, लट् लकारे अति भवति, लोट् लकारे अतु भवति इति अस्ति, न तु अन्तो न तु अन्ति इति अस्ति. इति प्रथमकार्यमस्ति तदभ्यस्ता. द्वितीयकार्यं किमस्ति? अग्रे पठतु द्वितीयबिन्दुः विजय महोदय. झटिति करोमि यतोहि एतत् सर्वम् अस्माभिः पूर्वं पठितम्, अतः झटिति पठित्वा अत्र अदभ्यस्तात् अनुवृत्तिसहितसूत्रम् अभ्यस्तात् अङ्गात् प्रत्ययादेः जः अति इति. अत्र द्वितीयबिन्दुः सिजभ्यस्त विधिभ्यश्च नित् लकारस्य अवस्थायां सिच् प्रत्ययात् अभ्यस्तसंज्ञकात् धातोः विधिधातोः च परस्य जी प्रत्ययस्थाने जुस् आदेशः भवति. अत्र अपि अनुवृत्तिसहितसूत्रं सिजभ्यस्त विधिभ्यश्च ञतः लस्य जेः जुस् भवति, जे स्थाने जुस् भवति इति. एतदपि पूर्वमेव वयं दृष्टवन्तः. ये निट् लकाराः सन्ति यतोहि लङ् लकारः अस्ति तत्र अपि सिच् प्रत्ययन्त अस्ति अपि च अथवा अभ्यस्तङ्गमस्ति अथवा विद्धातु अस्ति चेत् झी स्थाने जुस् भवति. उदाहरणार्थमस्ति लङ् लङ् मध्ये सामान्यतया अन् इति भवति खलु, जी तस्य अन् भवति खलु, परन्तु किम् अस्ति केन सूत्रेण अन् भवति कोऽपि स्मरति वा? जी स्थाने झोन्तः तत्तेन अन्ति भवति, तदनन्तरम् इतश्च इति सूत्रेण इकारस्य लोपः भवति, अन्ति इति भवति, तदनन्तरं संयोगान्तस्य लोपः इत्यनेन अनेव भवति. अतः सामान्यतया लङ्लकार प्रथमद्विवचन प्रथमबहुवचने प्रत्ययः अस्ति अन्, परन्तु अत्र झोत्यादिगणे अभ्यस्तङ्गः अस्ति अमङ्गम् अस्ति, अतः झी स्थाने जुस् भवति, अतः जुस् मध्ये उस् एव अवशिष्यते, अतः प्रत्ययः अन् न भवति परन्तु उहु एव भवति. उहु इति अस्ति लङ्लकार बहुवचनं उहु. सरलमिति अतः आहत्य एते प्रत्ययाः सन्ति झोत्यादिगणे. अनदन्त अङ्गानां कृते ये प्रत्ययाः सन्ति ते एव सन्ति, परन्तु केवल सिजभ्यस्तविधिभ्यश्च अदभ्यस्तात् इति सूत्रद्वयात् यत् परिवर्तनं भवति तदेव अत्र अस्ति. तत्र अति अस्ति न तु अन्ति, अतु अस्ति न तु अन्तु, उहु अस्ति न तु अन्. अन्यत्र सर्वत्र अनदन्त अङ्गानां कृते ये प्रत्ययाः सन्ति ते एव सन्ति. अस्तु अग्रे अस्ति प्रत्यादेशः, पठतु महोदय. आं जि अत्र अनेन लङ् यत् किम् अत्र परस्मैपदम् आत्मनेपद प्रत्यादेशः परस्मैपदस्य लोटि प्रत्यादेशः क्वचित् विशिष्टस्थित्यां येषु सिद्धतिङ्गप्रत्ययेषु केचन परिवर्तन्ते अयं विकारः प्रत्यादेशः इति उच्यते. परस्मैपदस्य लोटि हु जल्भ्योर् हेर्दिः हु धातुतः अल जलन्तेभ्यः धातुभ्यश्च हि प्रत्ययस्य स्थाने धि आदेशः भवति. येन विधि तदन्तसि इत्यनेन जलेभ्यः अस्माभिः पठितम् अतः हे हि धिः इति एः स्थाने धि भवति नाम हू प्रत्यय हौ क्षम्यतां हू धातु अथवा झलन् धातु अस्ति चेत् हि कुत्र अस्ति प्रथमेपदी लोट् लकारः मध्यमपुरुषे एकवचने ई स्थाने धि भवति इति अस्ति. तदनन्तरम् अग्रे परस्मैपदी लङि अत्रापि हल्याभ्यो दीर्घास्तिप्रक्तं हल् बहुवारम् अस्माभिः पठितं. तर्हि हलन्तधातुः अस्ति चेत् तस्य अपृक्त तिप् अपृक्तसि नाम तोस लङ्लकारे परस्मैपदी प्रथमपुरुष मध्यमपुरुष एकवचने तकारतकारस्य तत्र लोपः भवति इति अस्माभिः पठितम्. एतत् सर्वम् अत्रापि भवति यतोहि अङ्गं झलन्तमस्ति, हलन्त अङ्गमस्ति, झलन्त भवितुं शक्नोति, अतः अत्रापि अस्ति. अस्तु तर्हि द्वितीयसोपानमपि समाप्तम्. अस्तु महोदय, धन्यवादः. अग्रे अग्रे तिङ्गप्रत्ययनिमित्तिकम् अङ्गकार्यं तदा अङ्गतिङ्गप्रत्ययो मेलनं पठतु महोदय. रघुपति महोदय पठतु अस्मिन् सोपाने तृतीयबिन्दु. आम् महोदय, तिङ्प्रत्ययनिमित्तिकम् अङ्गकार्यं तदा अङ्गतिङ्प्रत्ययोः मेलनम्. अस्मिन् सोपाने सर्वप्रथमं तिङ्प्रत्ययनिमित्तिकम् अङ्गकार्यं तदा एव सन्धिकार्यं प्रथमः बिन्दुः अस्ति. अङ्गकार्यम् अङ्गकार्ये किं किं सम्भवति इति एकवारं चिन्तनीयम्. अस्मिन् पाठे सर्वे धातवः हलन्ताः, अतः सार्वधातुक आर्धधातुकयोः इत्यस्य प्रसक्तिः नास्ति एव. स्मर्यतां सूत्रार्थः एवम्, इगन्तधातोः अनन्तरं सार्वधातुकप्रत्ययः अथवा आर्धधातुकप्रत्ययः अस्ति चेत् तर्हि इगन्तस्य अङ्गस्य गुणः भवति. यथा भूयोगशप् भोयोगशप् भोयोग अ, तदा अङ्ग तादृशकार्यम् अस्मिन् पाठे न कुत्रापि भविष्यति, यतोहि धातुः हलन्तः, इगन्तधातुः अत्र नैव भवति. परन्तु अस्मिन् पाठे कुत्रचित् उपादायां लघु इक् वर्तते, अतः तादृशेषु स्थलेषु पुगन्तलघुपदस्य च इत्यनेन उपादायां गुणकार्यं, यथा दिधिष् योगः ति इति. तत्र इदानीम् उपादायाम् इक् वर्ण लघु इक् वर्ण अस्ति, पुगन्तलघुपदस्य च इत्यनेन दिधेश योग ति सन्धिकार्यम् अस्ति, दिधेष्टि इति भवति. अन्यच्च क्वचित् विशिष्टधातूनां विशेष अङ्गकार्यं भवति, यथा बस् धातोः गसिबसोर्हलि च इत्यनेन उपदालोपः अधः दृश्यताम् तत्र. तर्हि सामान्यतः नाम बहु किमपि नास्ति, पुगन्तलघुपदस्य च इति भवति चेत् तत्र लघु इकवर्णस्य गुणः भवति. अन्यत्र कुत्रचित् विशेषकार्यं भवति तद् अग्रे पश्यामः. अस्तु तर्हि अङ्गकार्यं भवति, तदनन्तरं किं करणीयं? सन्धिकार्यं. सन्धिकार्यस्य अपि स्थलानि पूर्वमेव पठितानि. तर्हि पुनः सूत्राणि सूत्राणां पठनस्य आवश्यकता नास्ति, अतः महोदय तत् पठतु. परन्तु केवलं सूत्राणि एव पठन्तु, तस्य अर्थं किमपि अस्तु. सन्धिकार्यं यदा तिङ्प्रत्ययनिमित्तिक अङ्गकार्यं समाप्तं तदा अङ्गतिङ्प्रत्ययोः मेलनं क्रियते. यदा मेलनं भवति तदा कस्यचित् सन्धिकार्यस्य प्राप्तिरस्ति चेत् अस्मिन् समये क्रियताम्. अधुनैव पूर्वतनेषु हल् सन्धिपाठेषु यत् हल् सन्धिकार्यम् अधीतं तत् साधनीयं. कानिचन प्रसिद्धसूत्राणि मनसि स्युः. सर्वेषु लकारेषु इमानि अधस्थानि सूत्राणि प्रवर्तन्ते. ध्येयं यत् इमानि सर्वाणि त्रिपाद्यां सन्ति, अतः पूर्वत्रासिद्ध्यम् इत्यनेन पूर्वसूत्रं चेत् पूर्वकार्यम्, अपि च परसूत्रं चेत् परकार्यम्. नाम यत् सूत्रं सूत्रं सङ्ख्याक्रमेण प्रथमम् आयाति तस्य कार्यं पूर्वं भवति, अतः सूत्रक्रमेण सर्वाणि दर्शितानि अत्र. प्रथमं संयोगान्तस्य लोपः, संयोगान्तस्य पदस्य लोपः भवति इति अस्ति अत्र. यस्य पदस्य अन्ते संयोगः अस्ति तस्य अन्तिमवर्णस्य लोपः भवति. महोदय सूत्रस्य अर्थं न पठतु, केवलं सूत्रं पठतु. धीच तस्य लोपः इति. तृतीय अस्ति स्को संयोगादन्ते च इति. संयोगाद्योः स्कोः लोपः जलि पदस्य अन्ते च. चोः कुः जलि पदस्य अन्ते च. अग्रे व्रश्च ब्रश्च सृज मृज जय राज ब्राजश्चशांशः इति. तत्र जलि पदस्य अन्ते तत्र षत्वं विधीयते. जलां जशोऽन्ते पदस्य अन्ते जलां जशः इति प्रसिद्धसूत्रमस्ति. षडोः कहसि इति अत्र षकारडकारयोः ककार भवति सी प्रत्यये परे, सी परे सकारे परे. नश्चापदार्थजलि अपदान्तस्य मकारस्य नकारस्य च अनुस्वारः जरिसंहितायाम् आदेशप्रत्ययोः इण्कोः आदेशप्रत्ययोः अपदान्तस्य सह मूर्धन्यः संहितायां नुम् विसर्जनीय क्षर्व्यवाये अपि अग्रिमहति रसाभ्यां नो नः समानपदे अट्कुप् वाङ्नुं व्यवाये अपि ठुनाष्टुः जलां जष् झषि इति तत्र चतुर्थपादे अस्ति खरि च इति तत्र तदपि अन्ते अस्ति जलां च खरि च संहितायाम् अनुस्वारचयी परसवर्ण तदपि अन्तिमकाले अनुस्वारचयी परसवर्णसंहितायां वावसाने इति अवसाने जलां चरः वा इति जरो जरीसवर्णे हलः जरः लोपः अन्यतरस्यां सवर्णे जरिसंहितायाम् इति हलः उत्तरस्य जरः विकल्पेन लोपः सवर्णे जरिपरे येषां प्रसक्तिः यत्र यत्र भवति तत्र तत् अस्माभिः तत्तत्सन्धिकार्यं करणीयमेव अनेन हलन्तदातवः द्रष्टव्याः ध्येयं यत् पूर्वतनेषु हल्सन्धिपाठेषु हल्सन्धेः परिशीलिताः केन क्रमेण प्रत्ययस्य प्रथमवर्णम् अनुसृत्य अधुना अस्माकं कार्यं प्रवर्तते धातोः अन्तिमवर्णम् अनुसृत्य कार्यं तदेव परन्तु धातुक्रमेण अग्रे सरेम ज्योत्यादिगण तर्हि ज्योत्यादिगणे इदानीम् अत्र सन्धिकार्याणि सन्ति अस्माभिः पूर्वपठितानि अतः किमपि नूतनं नास्ति परन्तु सन्धिकार्यस्य अत्र उत्तमं उत्तमम् अभ्यासः भवति उत्तमः अभ्यासः अस्तु तर्हि इदानीम् अष्टधातवः सन्ति ज्योत्यादिगणस्य अष्टसु हल्धातुषु त्रयः अदुपदधातवः चत्वारः इदुपद एकः उदुपद अतः प्रत्येकधातोः कृते कार्यं कथं भवति अष्टधातवः एव सन्ति अतः प्रत्येकधातोः कृते कार्यं कथं भवति इति अग्रे द्रक्ष्यामः अस्तु तर्हि एकैकं कुर्मः मदर् महोदय अस्ति वा आं महोदय तर्हि अदुपदधातवः अदुपददातवः अदुपद इत्युक्ते किम् अतुपद उपधायां ह्रस्वकार त्रयः अदुपददातवः सन्ति बस बस् धन धन् जन जन् इति बस बस् धातुः परस्मैपदि बस् बस् वत्सनदीप्तोः वत्सनदीप्तोः वत्सन आम् आम् द्वित्वम् अभ्यासकार्यं च बस् श्लौ बस् बस् अलादिशेषः इत्यनेन सकार लोपः भवति अलादिशेषः इत्यनेन केवलं भकारः अवशिष्यते एतद् वदतु नाम एतादृशं सकारस्य लोपः अस्ति परन्तु तत् न सकारस्य लोपः अस्ति तद् न उक्त्वा समीचीनमस्ति प्रथम हल् वर्णः एव तिष्ठति तर्हि भ एव तिष्ठति भ एव तिष्ठति भ बस् अभ्यासे सच्चा इत्यनेन भ बस् तृतीय बकारः आगच्छति बस् इति अङ्गम् अङ्गकार्यमस्ति अलादिपित्सु उपधायाम् अकारः लघु इक् इति न अतः किमपि कार्यं नास्ति बस् योगहति बस्ति अजादिपित्सु उपधायाम् अकारः लघु इक् इति न अतः किमपि कार्यं नास्ति बबस् योगः अणि आणि बबसानि अलादिपित्सु गसि बसोर् हलि च इत्यनेन उपधायाः लोपः बबस् योगः तः बस् बस् अकारस्य लोपः भवति वा बस् योगः तः सन्धिकार्यं बब्धः तृतीय बकारः कथम् आगच्छति च इति अस्ति खलु जलं जश् जशि वा न न प्रथमं किं कार्यं भवति सम्यक् रीत्या चिन्तित्वा चिन्तयित्वा वदतु ब अकारः अस्ति अल्वर्णः सकारः अस्ति अल्वर्णः सकार सो इति त्रीणि त्रयः वर्णाः सन्ति साक्षात् मध्ये अच्वर्णः नास्ति किं किं भवति मदन महोदय भवती एव संयोगन्त अतः सकारः लोपो भवति संयोगान्त संयोगान्त लोपः संयोगान्तस्य लोपः तु पदान्ते भवति खलु पदान्ते संयोगः अत्र पदान्ते संयोगः अस्ति वा पदस्य अन्ते तु अह अस्ति खलु अत्र संयोगः पदान्ते नास्ति पदान्ते नास्ति अन्यस्ति संयोगस्य कृते अतः स्कोः संयोगात् इत्यनेन संयोगान्तरन्ते स्कोः संयोगान्त्यरो संयोगान्त्योरन्ते च स्कोः संयोगात्योरन्ते सकार ककारस्य लोपो प्रथमसदस्य न प्रथमसदस्य सकारः वा ककारः अस्ति चेत् तस्य लोपो भवति पदान्ते जल पदान्ते झलि झलि झलि जलिपरे जलिपरे अतः आम् संयोगः अस्ति अतः सकारस्य लोपो भवति इदानीं भवति बकारः अस्ति इदानीं इदानीं कथं द भवति च महोदय इदानीं ब भ भ त अस्ति खलु इदानीं किं अकारः अन्ते अस्ति अकारः अस्ति अकारयोगः सकारः अकारः चतुर्थवर्णः अतः किं भवति सकारस्य किं भवति चतुर्थवर्णः वा ब बकारः अस्ति तकारः चतुर्थवर्णः न श्रूयते महोदय चतुर्थवर्णः इत्युक्ते झष् वर्णः खलु आम् झष् वर्णः अनन्तरं तकारः अस्ति चेत् तकारस्य किं भवति जलं जलं जशोन्ते न अन्ते नास्ति अन्ते नास्ति जलं जश् जशि न भवति तकारस्य भवति जलं सारि जशस्ततोः दोधः जशस्ततोर्दोधः खलु जशस्ततो तूत आम् आम् आं महोदय आम् आम् आम् आम् तकारः भवति खलु दकारः भवति चतुर्थवर्ण दकारः भवति बब दः इति भवति अनन्तरं किम् इदानीं जलं दश दशि इति कार्यं करोति वा सम्यक् महोदय न श्रूयति महोदय जलां झषि कृत्वा किं भवति चतुर्थबकारस्थाने तृतीय बकारः आगच्छति अतः बब्धः आम् आम् अवगच्छामि गसि बसो हलि च इति सूत्रं किं वदति महोदय पठतु नूतनसूत्रमस्ति गसि बसो हलि च छन्दसि गस् बस् अनयोः उपधायाः लोपो भवति अजादौ हलादौ च निति प्रत्यये परे गस् बस् लोपो अजादौ हलादौ च उक्तं यतोहि अजादिप्रत्यये परे इति पूर्वतनसूत्रेषु प्रवर्तमानम् अत्र हलादिप्रत्यये परे अपि इति कृत्वा द्वयम् उक्तं गसि बसोः पठतु पठतु गसि बसोः षष्ट्यन्तं हलि सप्तम्यन्तं च अव्ययपदं त्रिपदम् इदं सूत्रम् अचि अचिष्णु धातु ब्रुवा यो रियो यो रियङ् वङ्गौ इत्यस्मात् अचि इत्यस्य अनुवृत्तिः ऊदुपदाया गोह इत्यस्मात् उपदायाः इत्यस्य अनुवृत्तिः गमहन जन कन गसां लोपः निति यणङ्गि इत्यस्मात् लोपः निति इत्यनयोः अनुवृत्तिः तनि पत्योश्चन्दसि इत्यस्मात् छन्दसि इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं गसि बसोः अङ्गस्य उपधायाः लोपः अचि हलि च निति छन्दसि इत्युक्ते इत्युक्ते ओ वेदे एव कार्यं करोति लोके कार्यं न भवति वा इति सामान्यतया यत्र लिखितमस्ति खलु छन्दसि तस्य अर्थः अस्ति वेदे कार्यं वेदे वेदे भवति लोके न भवति तर्हि अत्र लोके लोके तस्य लोपः छायालोपः भवति वा इति अहं न श्रूयते महोदय भवतः न न अहं वदामि सूत्रं किं वदति एकवारं भवती वदतु आम् गसि बस बस् अनयोः उपधायाः लोपो भवति निमित्तमस्ति अजादौ हलादौ निति प्रत्यय परे अस्ति चेत् गसि बसो पूर्णतया लोपो भवति वा न न उपधायाः लोपो भवति उपधायलोपः भवति अकारस्य लोपो भवति अत्र लोपो भवति अव्ययपदं हलिपसोः हलि च हलि च इत्युक्ते किं हलि च हलि अपि नाम अति तु अतिष्णधातु ब्रुवाम् इति सूत्रेण अति इति भवति हलि हलि किं भवति किं भवति मया भोः न श्रुति महोदय सर्वे म्यूट कुर्वन्तु एकवारं बहु डिस्टर्बन्स् अस्ति इदानीं श्रूयते खलु आं महोदय म्यूट् करोतु तर्हि खसि बसो अचि इति अचिष्णुधातु इति सूत्रेण तत्र सूत्रात् अनुवृत्तिः भवति उदुपधाय गोः इति 6489 तत्र उपधायाः अनुवृत्तिः भवति गमहन जनहन घसां तत्र निति लोपः इति तस्य अनुवृत्तिः भवति 77, 89, 98 तनिपत्योश्छन्दसि इत्ययात् छन्दसि लोप अनुवृत्तिः भवति अङ्गस्य अधिकारः अनुवृत्तिसेतुसूत्रं घसि भसोः अङ्गस्य उपधायाः लोपः अचि हलि च निति नाम अजादि अथवा हलादि कित् नित् प्रत्ययपरे घस् अथवा भस् अङ्गस्य उपधावर्णस्य नाम अकारे उपधायां यः अकारः अस्ति तस्य लोपः भवति इति अस्ति अत्र छन्दसि इति लिखितमस्ति परन्तु लोके अपि भवति इति अपि चिन्तयतु अस्तु तर्हि मया एकः दोषः कृतः स्कोः संयोगाद्योरन्ते च इति सूत्रं तु कार्यं न कर्तुं शक्नोति सकारस्य लोपकृते किमर्थं पूर्वसूत्रमस्ति न पूर्वसूत्रं तु अस्ति परन्तु स्कोः संयोगाद्योरन्ते तस्य निमित्तं किं ब भ स त इति अस्ति खलु भ स त इति संयोगः अस्ति परन्तु अत्र सूत्रं तस्य प्रसक्तिः एव नास्ति किमर्थं मया कः दोषः कृतः कोऽपि वक्तुं शक्नोति वा पदान्ते नास्ति वा पदान्ते पदान्ते तु नास्ति परन्तु छुटि अपि अस्ति उपधा पूर्वं भवेत् सकार इदान्ते अस्ति इति न भवति किं किं किं तत्र स्कोः इति अस्ति अत्र सकार पूर्वं भवेत् अत्र अत्र अस्ति खलु स त इति अनन्तरमस्ति तत्र न ब भ भ स त अत्र केवलं स त तस्य अपि संयोगः अस्ति खलु संयोगः भ स त अपि अस्ति भ स अपि अस्ति स त अपि अस्ति खलु अस्ति न वा तर्हि स त अपि अस्ति परन्तु संयोगः अस्ति स त प्रथमसदस्य स अपि अस्ति परन्तु सूत्रं कार्यं न कर्तुं शक्नोति किमर्थं निमित्तं किं सूत्रस्य झलिपदान्ते खलु अत्र पदान्ते तु नास्ति पदान्ते तु नास्ति परन्तु स त इति संयोगः झल् परे अस्ति वा नास्ति महोदय तर्हि संयोगानन्तरं वर्ण संयोगानन्तरवर्णः अकारः अस्ति म्यूट् करोतु महोदय तत्र ध्वनिमुद्रणे किमपि दोषः अस्ति तर्हि म्यूट् करोति चेत् तत्र बजिङ्ग् साउंड गच्छति अस्तु तर्हि ब भ स त अ विसर्ग इति अस्ति खलु तर्हि स त इति संयोगः अस्ति प्रथमसदस्य सकारः अपि अस्ति परन्तु तद् न तु पदान्ते अस्ति तस्य अनन्तरम् अ अस्ति अझल्वर्णः नास्ति अतः स्कोः संयोगाद्योरन्ते च इति अपि सूत्रं कार्यं न करोति अतः तर्हि केन सूत्रेण सकारस्य लोपः भवति अस्माभिः वस्तुतः तत् सूत्रं पूर्वं प्रायः न पठितम् एकं सूत्रमस्ति झलो झलि तद्वयम् अग्रे पठामः अस्तु तर्हि मदन महोदय भवती एव पठतु सन्धिकार्यम् आं महोदय सन्धिकार्यं प्रथमं तु किं जलो जलि सूत्रं वा महोदय? आम् जल् उत्तरस्य सकारस्य लोपो भवति जलीपरे. जल् उत्तरस्य सकारस्य लोपो भवति जलीपरे. जलः पञ्चम्यान्तं, जलि सप्तम्यान्तं, द्विपदम् इदं सूत्रं. रासस्य इत्यस्मात् तस्य इत्यस्य अनुवृत्तिः. संयोगान्तस्य लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं जलः सस्य लोपः जलि. जल् उत्तरस्य सकारस्य लोपो भवति जलीपरे. लोप जल् वर्ण उत्तरस्य सकारः अस्ति चेत् जलीपरे सकारस्य लोपो भवति इति उक्तः. अस्मिन् उदाहरणे बकारः अस्ति जल् वर्णः, तस्य अनन्तरं सकारः अस्ति, सकारः अस्ति, तत् अनन्तरं तकारः अस्ति जल् वर्णः अपि, अतः मध्यसकारस्य लोपः भवति, लोपः भवति. हलो आम् जलो जलि आम् आगच्छन्ति वा? आं महोदय. न श्रूयते महति भवत्याः. अत्र वृषि अस्ति महोदय, अत्र अहं न बहु वृष्टिः चेन्नै, अतः अहं वर्गे आगन्तुं शक्नोति. धन्यवादः जि. आमां बहु अस्तु अस्तु म्यूट् सर्वं भवति. पठामि वा महोदय सन्धिकार्यं करोतु. तर्हि सन्धिकार्यं महोदयया सन्धिकार्यं पठितं खलु. बभस्त तत्र बभस्त मध्ये घसीभसो हली च इत्यनेन प्रथन्तु तक्त प्रत्ययः तः प्रत्ययः किप्नित् अस्ति, अतः बभस् मध्ये उपधाया आकारस्य लोपः बभसत इति अस्ति. तदनन्तरं झलो झलि इत्यनेन भकार झल् वर्णः सकार सकार तकार झल् वर्णः, अतः सकारस्य लोपः बभतः. तदनन्तरं झषस्तथोर्दोधः इत्यनेन बब्धः झलां झषि इत्यनेन बब्धः इति अस्ति. तथैव बबस् योगः अति घसीभसोर्हलि च इत्यनेन अकारस्य लोपः. तदनन्तरं इदानीं पश्यतु भ स अस्ति परन्तु अग्रे झल् वर्णः नास्ति, अकारझल् वर्णः नास्ति, अतः सकारस्य लोपः न भवति इति अस्ति खलु. तर्हि इदानीं खरी च स इति खरप्रत्याहारवर्णः अस्ति खलु, अतः भकारस्य पकारः भवति बप्सति, बप्सति इति भवति. अस्तु झलो झलि अपि अस्माभिः पठितम्. तदनन्तरं हि प्रत्ययः अस्ति चेत् किं भवति? हि प्रत्ययः अस्ति चेत् किं भवति? भूजल्भ्यो हे दिः इत्यनेन दकारः भवति, दि दि भवति, दि भवति. तदनन्तरं किं भवति? बभस् योगः धि अकारस्य लोपः कठोर्हलि च बब्स् योगः धि. इदानीं किं भवति? गसि बस्सोर् हलि च इत्यने इति तत् भवति अकारस्य लोपः केन सूत्रेण कार्यं भवति? तत्र धी चैत्यनेन सकारः भवति. अत्र कायं कर्तुं ध झलास्ति ध झलस्ति परन्तु तस्मात् अपि पूर्वम् एकं सूत्रमस्ति धी च झलो झलि अस्ति 8 to 26 धी च 8 to 25 पूर्वसूत्रमस्ति अतः पूर्वत्र सिद्धम् इत्यनेन धी च तत् पूर्वसूत्रमस्ति अतः तस्य कार्यं भवति धी च धकारो धकार परे सकारः अस्ति चेत् सकारस्य लोपः भवति अतः धकारः अस्ति खलु सकारस्य लोपः भूत्वा बभ्योगः धी भवति तदनन्तरं झलां झषि इत्यनेन बब्धि इति भवति अस्तु तर्हि इदानीं प्रत्येकलकारे रूपाणि वयं कुर्मः अस्तु तर्हि इदानीं रघुपतिमहोदय परस्मैपदी अस्ति अतः परस्मैपदी लट् लकाररूपाणि वदन्तु वदतु एकवारं महोदय एकनिमिष तत्र अस्तु ति एकनिमिष तीतः अन्ति अस्तु तीतः अन्ति अन्ति सोरि तीतः अति तीतः अति सीतः त मे वः मः इति अस्ति इदानीं बब्स् बब्स् योग बबस् योग ति तत्र किमपि कार्यं नास्ति बबस् बबस् योग ति भबस्ति इति भवति भबस् अत्र उपधाया लोपः न भवति वा उपधायाः लोपः न भवति तत्र गसि बसोर् हलि च इति सूत्रं ङिति प्रत्यये अचि हलि इति प्रत्यये परे पित् अस्ति इति कृत्वा न भवति इति अस्ति भबस्ति इति बबस् योग तः इति अस्ति अत्र गसि तत्र तः इति अपित् अस्ति कित् अस्ति णित् अस्ति अतः गसि बसोः बसो हलि च इत्यनेन उपधायाः लोपः भवति ए अकारस्य भप्स् योगतः इदानीं भप्स् योगतः इति अस्ति भप्स् योगतः इदानीं सकारस्य भब् बब् बकार अस्ति तत्र झलो झलि इत्यनेन तत्र झ इत्यनेन तत्र सकारस्य लोपः भवति अतः भब् योगतः इति इदानीं तत्र भकारः जश्वर्णास्ति जश्चस्ततोः दः अधः इति दोदः इति अस्ति दः भवति दः इति भवति बभ् योग दः इदानीं तत्र भब् जलां जश् जशि जश्वर्णास्ति दः इति अतः तत्र बब् बब्धः इति भवति अग्रे भबत् योग अति भबस् योग अति तत्र किमपि कार्यम् एकानि भबस् योग अति तत्रापि अचि अस्तु अस्तु तत्र भवति अत्र भवति गसि बसोः तत्र तत्र अकारस्य लोपः भवति भप्स् योग अति इदानीं तत्र भप्स् योग अति अस्ति तत्र भकारस्य इदानीं तत्र केवलं भप्सति तत्र बकारस्य भकारस्य पकारः भवति तत्र केन सूत्रेण चर् चरादेशः भवति खरिचैतन्येन तत्र खरिपरे तत्र भप्सति भप्सति इति भवति अग्रे भबस् भबस् योगसि इति अस्ति भबस् योगसि तत्र भबस् इति पित् अस्ति इति कृत्वा तत्र कार्यं किमपि नास्ति भबस् योगसि एकवारं भबस् अस्तु अस्तु सकारः भबस्सि एव भवति तत्र किमपि कार्यं नास्ति भबस्सि भबस्सि भबस्सि अत्र जलोजलि न भवति भभ अकारः अस्ति अस्तु अग्रे बभस् योगतः अत्र बभस् योगतः इति अस्ति अत्र यथा प्रथमपुरुषे द्विवचने अस्ति अत्रापि बब्धः इति भवति भबस् इत्यत्र गसिबसोः तत्र अकारः लोपः भवति भप्स् योगतः तः इति अस्ति इदानीं तत्र झलोजल् इति सकारस्य लोपः भवति अनन्तरं तत्र जस्व इदानीं बब् इति अस्ति तत्र जषस्ततोः थकार अस्ति अत्र दः भवति बब् दः इति अस्ति बब्धः इति अस्ति तत्र इदानीं तत्र जष् अस्ति जलां जष् जष् इत्यनेन बब्धः इति भवति तत्रापि बब्धः एव भवति तत्रापि समानमेव कार्यम् अस्ति तः अपि अपि तस्ति गीत् अस्ति इति कृत्वा तत्र गसि किमस्ति किमस्ति अत्र गसिबसोः अत्र अनन्तरं तत्र सकजलि जलां सोरि जलो जलि अपि च जसतो युद्धः इत्यनेन तत्र भवति अनन्तरम् अनन्तरं चत्वं भवति बभस् योग मि तत्र किमपि नास्ति बभस्मि बभस्मि इति भवति भबस् योग वः इति अस्ति बभस् योग वः अत्र एकवारं भबस् भबस् योग वः इति अस्ति खलु तत्र गसिबसोः केन गसिबसोः किम् अस्ति अत्र गसिबसोः अचि हलि अस्ति अतः तत्र उपदा तत्र लोपः भवति हल् अस्ति अतः भप्स् योग वः इति अस्ति जलो जलि न भवति अतः बब् बब् अस्ति तत्र केवलं बब्स्वः इति अस्ति अत्र इदानीं बकारस्य तत्र खरिचैतन्येन तत्र बप्स्वः बप्स्वः अग्रे बप्स् बप्स्मः इति तत्रापि बप्स्मः तर्हि किं भवति बभस् बभस्ति बब्धः बप्सति बभस्सि बब्धः बब्ध बभस्मि बप्स्वः बप्स्म सम्यक् अस्तु अग्रे लोट् लकार मदर महोदय बबस् योगः तु अस्ति बबस् योगः तु अस्ति गसि बसो हलीस इत्यनेन अकारस्य लोप बप्स् योगः तु बप्स्योगः तु बप्स् जलो जलि इत्यनेन सकारस्य लोपः बब् योगः बप्योगः तु बप् तु पित् अस्ति खलु पितस्य अतः घसि वसोर्हलिते कार्यं करोति वा आं नितीश् आं न करोति महोदय अतः जलो जलि इति कार्यं न करोति इत्यनेन बप्स्तु बकार उपधायाः अकारस्य लोपः भवति वा कसि बसो हलिच इति कार्यं करोति तत्र आं न करोति महोदय अजादौ हलादौ निति प्रत्यये परे न कार्यं करोति अतः न कार्यं करोति भवतः तु किं भवति बभस्तु बभस्तु बभस्तु बभस्तु बभस् योगः तात् इदानीम् अपित् अस्ति अतः बप्स् बप्स्तु बप्स्तात् सम्यक् रीत्या बब् अकारस्य लोपः बबस् बप्स्तात् ब ब सकारः तात् अस्ति अत्र इदानीं जलो जलो जलो जलि इति सूत्रं कार्यं करोति. अत्र सकारस्य लोपः भवति. ब ब तात् ब ब तात् ब ब तात् इदानीं भ चतुर्थ ब अस्ति जश्वर्णः अतः जशस्ततोदः इत्यनेन ब ब द तात् ब दात् दात् दकारः अस्ति दकारः इदानीं बाबस् योगः ताम् अत्र अपि ब बकारः दा अस्ति दात् इदानीं जलं जलां जस् जसि ब ब दत् दात् बब्धात् बब्धात् बब्धात् इति तथैव अग्रे बब्ताम् इति भवति बब्ताम् तदनन्तरं ब बबस् योगः अतु अतु इति भवति. अत्र अत्र अपि तस्य अतः गसि बसो घलि च इति कार्यं करोति. अतः ब बकारः बकारः अतु भवतु भवतु एव बस् ब ब अतु सकारः अपि अस्ति लोपः भवति वा सकारस्य जलि नास्ति अतः लोपः न भवति. तर्हि सकारः इदानीं सकारः परि अस्ति सकारस्य किं भवति सकार बबस् बबत्सु ब ब बकारः ब सकारानन्तरं सकारः किं भवति सकारः सकारः जल्वर्णः सकारः खरवर्णः अस्ति खलु आम् आम् अतः करीच इत्यनेन ब पकारः ब ब बप्सु पकारः प्रथमपकारः अस्ति पप्सु बप्स् सतु बप्स्तु बप्सतु सतु आम् इदानीं बाबस् योगः हि हि अस्ति हि हि उल्याभ्यो हू जल्भ्योर्हेदिः इत्यनेन दि भवति ब बस् योगः दि अस्ति पित् अस्ति अतः गसि बसो हलि च इति कार्यं न करोति ब बस् बस् एकनिमिषित् अस्ति वा पित् नास्ति महोदय पित् नास्ति करोति करोति ब बकारः बकारः सकारः लोपो भवति दि भवति ब ब दि बकारः सकार गसि बसोर् हे हलि गसि बसोर् हलि च इति सूत्रेण कस्य लोपः भवति उपधायाः उपधायाः लोपो भवति अतः अकारस्य लोपो भवति इदानीं इदानीं लोपः भवति न वा इति प्रश्नः अस्ति. जलोजलि इति सूत्रेण भवति. न जलोजलि तस्यापि पूर्वम् एकं सूत्रमस्ति धीच धीच. आमां धीच इति सूत्रं भवति. अतः सकारस्य लोपः भवति अतः अत्र सकारस्य लोपः भवति. नाम झलोझलि अपि तदेव कार्यं करोति परन्तु धीच पूर्वसूत्रमस्ति अतः तस्य तस्य तेनैव कार्यं करोति. आम् धीच इत्यनेन एव सकारस्य लोपः भवति किल. तर्हि झलोझलि न जकारः एतत्तु सरलः अस्ति खलु. भयोगः ध किं भवति. जलं जश् जशि इति बब्धि बब्धि बब्धि बब्धि बब्स् बस् योगः तात् इदानीं तदेव बब्धात् बब्धात् बब्धात् बब्धात् बस् योगः तम् अस्ति. तदेव गसि बसो हे हली च इति अनेन अकारस्य लोपः बकारः तम् अस्ति. तदनन्तरं जलोजलि इत्यनेन बम् तदनन्तरं बब्धं चतुर्थ बकारः वा बम् तदनन्तरं जलो जश्वर्णः अस्ति जलां जश् इत्यनेन बब्धं बब्ध इति. तदनन्तरं बाबस् योगः आनि बाबस् योगः आनि पित् अस्ति अतः गसि बसो हलि च इति कार्यं न करोति. बाबस् योगः आनि बबसा मर् वर्णमेलम् एव खलु महोदय. बबसानि बबस् बबसानि बबसाव बबसाम सम्यक्. तर्हि किं भवति किं भवति तत्र बभस्तु बब्धात् बब्धां बप्सतु बब्धि बब्धात् बब्धं बब्धं बब्ध बबसानि बबसाव बबसा. अस्तु अग्रे रघुपतिमहोदय लङ् लङ् अस्तु एकवारं बस् खलु तत्र बबस् बबस् तत्र अडागमः भवति अभबस् युगात् इति अस्ति अभबस् युगात् इति अस्ति हल्ग्या भवति दीर्घासु इति शतं हलित् तकारस्य लोपः भवति. अभबस् अभबस् इति अस्ति अभबस् इति अस्ति तत्र सकार अस्ति सकारपदार्थे सकार अस्ति अतः तिपि अनस्तेः इत्यनेन तत्र सकार उत्तमम् उत्तमं तिपि अनस्तेः इत्यनेन सकारस्य दकारः भवति अब अबबद् इति भवति अनन्तरं तत्र अब अबबत् इति अपि भवति वावसानित्य अबबत् अबबद् इति सत्यं. तर्हि सकारपदान्ते अस्ति ससजुषोरुः इति सामान्यमस्ति परन्तु तत् तत् अपवादः अस्ति तिप्यनस्तेः. तिप्यनस्ते किमस्ति तिप्रत्यये परे धातुरूपी पदान्त तिप्रत्यये परे पदान्त सकारः अस्ति चेत् तस्य दकारः भवति. अत्र तिप्रत्यय तु अस्ति खलु, प्रत्ययलोपे प्रत्ययलक्षणं तिप्रत्यय तु अस्ति, सकारः अस्ति, पदान्ते अस्ति, अतः सकारान्तधातु पदान्ते सकारः अस्ति, अतः सकारस्य ऋत्वं न भवति परन्तु दकारः भवति, अग्रे दकारस्य समये तकारः भवति वावसाने, अतः अ भ अ ब भद् अ ब भत् उत्तमम्। अग्रे अग्रे ताम् इति अस्ति अत्र, ताम् इति अपित् अस्ति अत्र, अतः अबबस् अबबस् युग ताम् तत्र इदानीं तत्र दशि दशिबसोः तत्र अबब्स् अबब् अबब्स् ता अबब्स् युग ताम् इति अस्ति, अत्र सकारस्य लोपः भवति जलो जलि इत्यनेन, अबब् अबब् युग ताम् इदानीं तत्र भकारः अस्ति, तत्र भकार जश अस्ति, जश ततोः धाम् इति भवति, जश ततोः दः इति भवति तत्र, तत्र धाम् तत्र तर्हि अभब् अबब् योग धाम् इति अस्ति, अनन्तरं तत्र जलां जश इत्यनेन तत्र अबब् धाम् इति अबब् धाम् इति अस्ति। उः उः इति अस्ति तत्र, अस्तु उः तदा अब् अबब् न सारि अभबस् योग उः इति अस्ति, अभबस् योगः अभब्स् अभब्स् उः इत्यत्र गसि बसोः तत्र भवति तद् अपि तत् कृत्वा अचिपरे अपि भवति, अतः अभब्स् योगः अभब्स् योगः अभ अभब्सुः अभप्सुः इति खलु, अभप्सुः इति एव क्षम्यताम् अबब्सु अभप्सु खलु, तत्र अकारलोपः भवति अभप्सु अभप्सु अस्तु, अकारलोपः अनन्तरं खरी च इत्यनेन पकारः भवति अभप्सु, हा आं सत्यं सत्यं क्षम्यतां तत्र खरीचेत् अबप्सु अब् अबप्सुः। अग्रे सकार अस्ति तत्र अभबस् अभबस् योग सकारः सूतिस्य पृष्ठफलितेन सकारस्य लोपः अभबस् अभबस् इति एव तत्र पदान्ते अस्ति सकार अस्ति अतः तत्र पदान्ते अस्ति इति कृत्वा तत्र सिपि अनस्तेः अपि च सिपि धातोः रुर्वा इत्यनेन तत् सिपि परे ऋत्वमपि भवितुमर्हति अतः विकल्पेन, अतः एकमस्ति दकारः एकमस्ति तत्र रुः इति, अतः अबबद् अबबद् अबबत् इति रूपद्वयम्, अनन्तरम् अबभ योग रुः इति भवति अबभः अबभः इति अबभः इति भवति, अनन्तरं किं भवति करवसर्जने इत्यनेन विसर्गः भवति अबभः, रूपत्रयं किमस्ति अबभः अबभद् अबभत् इति रूपं, तत्र तत्र अस्ताम् इति अस्ति तत्र अबब्धम् धम् धम् इति भवति खलु तत्र धम् अबब्धम् इति अबब्ध इति भवति, अग्रे अम् अस्ति अबब् अबब्स् योगम् अबब्स् योगम् इति अत्र किमपि कार्यं नास्ति अबब्स् अबब् अबब् अबब्सम् अबब्सम् अबब्सम् अबबसम् अबबसं क्षम्यताम् अबबसम् वर्णमेलनम्। अग्रे वः वा इति मा इति अत्र अबबस् योग वा इति अत्र अबब्स् अबब्स् वः अबब् अबब् अबब् वा अबब् वा इति भवति अत्र अबब्स्व अबब्स्व अबब्स्म इति तर्हि आहत्य अबभद् अथवा अबभद् अथवा अभभत् अबब्धाम् अभप्सुः सारि अबप्सुः अभवः अथवा अभवत् अथवा अभवत् अबब्धम् अबब्ध अबभसम् अबभसम् अबप्स्व अबप्स्व. इदानीं विधिलिङ्गी अपि प्रत्येकप्रत्ययः नित् अस्ति नित् अस्ति, अतः घसि बसो हलि च इत्यनेन अकारस्य लोपः उपधाया. तर्हि ब ध स यात् इदानीं किमस्ति, झलोझलि कार्यं करोति वा न भवति? किमर्थं या इति झल् नास्ति, तर्हि सकारस्य लोपः न भवति, अतः खरि च इत्यनेन अकारस्य पकारः भवति, रूपं भवति बप्स्यात् बप्स्यात् बप्स्यातां बप्स्युः बप्स्याः बप्स्यातं बप्स्यात् बप्स्यां बप्स्याव बप्स्याम. स्वयम् आगच्छन्ति वा महोदय? अत्र लङ्लकारे अबस्योगः सकारः अस्ति, अत्र किं भवति महोदय? हल्न्या भवति सकारस्य लोपः भवति. इदानीं सपित् अस्ति अतः कार्यं न करोति. इदानीं इति अस्ति पदान्ते सकारः अस्ति, अग्रे स्विप्रत्ययः अस्ति, न दृश्यते परन्तु तस्य तस्य लक्षणरूपेण स्विप्रत्ययः अस्ति. तर्हि स्विप्रत्यये परे पदान्ते सकारः अस्ति चेत् किं भवति? स्थिति धातु रूर्वा खलु, रूर्वा इत्यनेन सकारस्य स्थाने रु भवति सकारस्य स्थाने, एकस्मिन् पक्षे दकारः खलु, दकारः भवति. तर्हि यस्मिन् पक्षे रु भवति तत्र खरवसाने विसर्जनीय इत्यनेन विसर्गः भूत्वा अबभः इति भवति, यस्मिन् पक्षे द भवति तत्र अबभद् वामसानयोः अबभद् रूपत्रयं भवति अबभः अबभद् अबभद्. धन्यवादः. अस्तु, तर्हि इदानीं समयः समाप्तः, पुनः एकवारं पठतु. अत्र वस्तुतः अस्माभिः सर्वं पठितं परन्तु पुनरावलोकनस्य तु आवश्यकता अस्ति एव, अतः पुनः एकवारं सन्धिसूत्राणि पठतु, पुनः एकवारं घस् भस् धातोः रूपाणि कथं भवति इति चिन्तयतु. इदानीम् अग्रे मिलिष्यामः. तर्हि धन्यवादः. धन्यवादः महोदय. धन्यवादः महोदय. धन्यवादः. धन्यवादः.